सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे समासेनैव कौन्तेय निष्ठो ज्ञानस्य या पर सिद्धिं प्राप्तः स्वकर्मण ईश्वरं समभ्यर्च तत्प्रसादजां कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तः सिद्धिं प्राप्तः इति तदनुवादः उत्तरार्थः किं तदुत्तरं यदर्थः अनुवादः इति उच्यते यथा येन प्रकारेण ज्ञाननिष्ठारूपेण ब्रह्म परमात्मानं आप्नोति तथा तं प्रकारं ज्ञाननिष्ठाप्राप्तिक्रमं मे मम वचनात् निबोधत्वं निश्चयेन अवधार्य इत्येतत् किं विस्तरेण न इति अह समासेनैव संक्षेपेणैव हे कौन्तेय यथा ब्रह्म प्राप्नोति तथा निबोध इति अनेन या प्रतिज्ञाता ब्रह्मप्राप्तिः तामिदन्तया दर्शयितुम् अह निष्ठाज्ञानस्य या परा इति निष्ठा पर्यवसानं परिसमाप्तिः इत्येतत् कस्य ब्रह्मज्ञानस्य या परा कीदृशी सा यादृशम् आत्मज्ञानं कीदृक् तत् यादृशः आत्मा कीदृशः सः यादृशो भगवता उक्तः उपनिषद्वाक्यैश्च ज्ञायतश्च ननु विषयाकारं ज्ञानं न ज्ञानविषयः नापि आकारवान् आत्मा इष्यते क्वचित् ननु आदित्यवर्णं भारूपः स्वयं ज्योतिः इति आकारवत्त्वम् आत्मनः श्रूयते न तमोरूपत्वप्रतिषेधार्थत्वात् तेषां वाक्यानि द्रव्यगुणादि आकारप्रतिषेधे आत्मनः तमोरूपत्वे प्राप्ते तत्प्रतिषेधार्थानि आदित्यवर्णम् इत्यादीनि वाक्यानि अरूपम् इति च विशेषतः रूपप्रतिषेधात् अविषयत्वाच्च न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् अशब्दम् अस्पर्शम् इत्यादि तस्मात् आत्माकारं ज्ञानम् इति अनुपपन्नं कथं तर्हि आत्मनः ज्ञानं सर्वं हि यद्विषयं यज्ज्ञानं तत्तदाकारं भवति निराकारश्चात्मा इत्युक्तम् ज्ञानात्मनोश्च उभयोः निराकारत्वे कथं तद्भावनानिष्ठा इति न अत्यन्तनिर्मलत्व अतिस्वच्छत्व अतिसूक्ष्मत्वोपपत्तेः आत्मनः बुद्धेश्च आत्मवत् नैर्मल्यादि उपपत्तेः आत्मचैतन्याकार आभासत्वोपपत्तिः बुद्ध्याभासं मनः तदाभासानि इन्द्रियाणि इन्द्रियाभासश्च देहः अतः लौकिकैः देहमात्र एव आत्मदृष्टिः क्रियते देहचैतन्यवादिनश्च लौकायतिकः चैतन्यविशिष्टकायः पुरुषः इत्याहुः तथा अन्ये इन्द्रियचैतन्यवादिनः अन्ये मनश्चैतन्यवादिनः अन्ये बुद्धिचैतन्यवादिनः ततोपि आन्तरम् अव्यक्तम् अव्याकृताख्यम् अविद्यावस्थम् आत्मत्वेन प्रतिपन्नाः केचित् सर्वत्र बुद्ध्यादिदेहान्ते आत्मचैतन्याभासत आत्मभ्रान्तिकारणम् इत्यतश्च आत्मविषयं ज्ञानं न विधातव्यम् किं तर्हि नामरूपादि अनात्म अध्यारोपणनिवृत्तिरेव कार्यम् आत्मचैतन्यविज्ञानं कार्यम् अविद्याध्यारोपितसर्वपदार्थकारैः अविशिष्टतया दृश्यमानत्वादिति अत एव हि विज्ञानवादिनो बौद्धाः विज्ञानव्यतिरेकेण वस्त्वेव नास्ति इति प्रतिपन्नाः प्रमाणान्तरनिरपेक्षतां च स्वसंविदितत्व अभ्युपगम्य तस्मात् अविद्याध्यारोपितनिराकरणमात्रं ब्राह्मणे कर्तव्यं न तु ब्रह्मविज्ञानयत्नः अत्यन्तप्रसिद्धत्वात्. अविद्याकल्पितनामरूपविशेषाकार अपहृतबुद्धिन अत्यन्तप्रसिद्धं सुविज्ञेयम् आसन्नतरम् आत्मभूतमपि अप्रसिद्धं दुर्विज्ञेयम् अतिदूरम् अन्यदिव च प्रतिभाति अविवेकिन. बाह्याकारनिवृत्तबुद्धीनां तु लब्धगुर्वात्मप्रसादानां न अतः परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरम् अस्ति. तथा च उक्तं प्रत्यक्षावगमं धर्म्यम् इत्यादि. केचित्तु पण्डितं मन्याः निराकारत्वात् आत्मवस्तु न उप इति बुद्धिः अतः दुःसाध्या सम्यग्ज्ञान निष्ठा इत्याह. सत्यम् एवं गुरुसम्प्रदायरहितान् अश्रुतवेदान्तानाम् अत्यन्तबहिर्विषयासक्तबुद्धीनां सम्यक् प्रमाणेषु अकृतश्रमाण. तद्विपरीतानां तु लौकिकग्राह्यग्राहकद्वैतवस्तूनि सद्बुद्धिः नितरां दुःसम्पाद. आत्मचैतन्यव्यतिरेकेण वस्तुन्तरस्य अनुपलब्धे यथा च एतत् एवमेव न अन्यथा इति अवोचम्. उक्तं च भगवत यस्यां जागृतिभूतानि सानि शापश्यतो मुनेः इति. तस्मान् बाह्याकारभेदबुद्धिनिवृत्तिरेव आत्मस्वरूपावलम्बनकारणम्. न हि आत्मा नाम कस्यचित् कदाचित् अप्रसिद्धः प्राप्यः हेयः उपादेयो वा. अप्रसिद्धे हि तस्मिन्नात्मनि स्वार्थाः सर्वाः प्रवृत्तयः व्यर्थाः प्रसज्येत. न च देहादि अचेतनार्थत्वं शक्यं कल्पयितुं. न च सुखार्थं सुखं दुःखार्थं दुःखम्. आत्मावगति अवसानार्थत्वाच्च सर्वव्यवहारस्य. तस्मान् यथा स्वदेहस्य परिच्छेदाय न प्रमाणान्तरापेक्ष ततोपि आत्मनः अन्तरतमत्वं तदवगतिं प्रति न प्रमाणान्तरापेक्ष इति आत्मज्ञाननिष्ठा विवेकिनां सुप्रसिद्धा इति सिद्धम्. येषामपि निराकारं ज्ञानम् अप्रत्यक्षं तेषामपि ज्ञानवशेनैव ज्ञेयावगतिरिति ज्ञानम् अत्यन्तप्रसिद्धं सुखादिवदेव इति अभ्युपगन्तव्यम्. जिज्ञासा अनुपपत्तिश्च. अप्रसिद्धं चेत् ज्ञानं ज्ञेयव जिज्ञास्येत. यथा ज्ञेयं घटादिलक्षणं ज्ञानेन ज्ञाता व्याप्तुम् इच्छति तथा ज्ञानमपि ज्ञानान्तरेण ज्ञातव्यम् आप्तुम् इच्छेत् न एतदस्ति. अतः अत्यन्तप्रसिद्धं ज्ञानं ज्ञातापि अत एव प्रसिद्धः इति. तस्मात् ज्ञाने यत्नो न कर्तव्यः किन्तु अनात्मनि आत्मबुद्धिनिवृत्तव्येव. तस्मात् ज्ञाननिष्ठा सुसम्पाद्य सायं ज्ञानस्य परानिष्ठा उच्यते कथं कार्या इति. बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च शब्दाधीन् विषयास्त्यक्त्वा रागद्वेषौ युधस्य च. बुद्ध्य अध्यवसायलक्षणया विशुद्धया मायारहितया युक्तः सम्पन्नः धृत्य धैर्येण आत्मानं कार्यकरणसङ्गातं नियम्य च नियमनं कृत्वा वशीकृत्य शब्दादि शब्दः आदिः येषां तान् विषयान् त्यक्त्वा सामर्थ्य शरीरस्थितिमात्रहेतुभूतान् केवलान् मुक्त्वा ततः अधिकान् सुखार्थान् त्यक्त्वा इत्यर्थः. शरीरस्थित्यर्थत्वेन प्राप्तेषु रागद्वेषव्यधस्य च परित्यज्य च. ततः विविक्तसेवी लघ्वाशि यथवाक्कायमानसः ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः. विविक्तसेवी अरण्यनदीपुलिनगिरिगुहादीन् विविक्तान् देशान् सेवितुं शीलम् अस्य इति विविक्तसेवी. लघ्वाशीं लघ्वशनशीलः विविक्तसेवालघ्वशनयोः निद्रादिदोषनिवर्तकत्वेन चित्तप्रसादहेतुत्वात् ग्रहणं यतवाक्कायमानसः वाक्च कायश्च मानसं च यतानि संयतानि यस्य ज्ञानिष्टस्य सः ज्ञानिष्टः यतिः यतवाक्कायमानसः स्यात् एवम् उपरतसर्वकर्णः सन् ध्यानयोगपरः ध्यानम् आत्मस्वरूपचिन्तनं योगः आत्मविषये एकाग्रीकरणं तौ परत्वेन कर्तव्यौ यस्य सः ध्यानयोगपरः नित्यं नित्यग्रहणं मन्त्रजपादि अन्यकर्तव्य अभावप्रदर्शनार्थं वैराग्यं विरागस्य भावः दृष्टादृष्टेषु विषयेषु वैतृष्ण्यं समुपाश्रितः सम्यक् उपाश्रितः नित्यमेव इत्यर्थः किञ्च अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहं विमुच्य निर्ममः शान्तं ब्रह्मभूयाय कल्पते अहङ्कारम् अहङ्करणम् अहङ्कारः देहादिषु तं बलं सामर्थ्यं कामरागसंयुक्तं न इतरं शरीरादिसामर्थ्यं स्वाभाविकत्वेन तत्यागस्य अशक्यत्वात् दर्पं दर्पो नाम हर्षानन्तरभावे धर्मातिक्रमहेतुः हृष्टो दृप्यते दृप्तो धर्ममतिक्रामति इति स्मरणात् तं च कामम् इच्छां क्रोधं द्वेषं परिग्रहम् इन्द्रियमनोगतदोषपरित्यागेऽपि शरीरधारणप्रसङ्गेन धर्मानुष्ठाननिमित्तेन वा बाह्यः परिग्रहः प्राप्तः तं च विमुच्य परित्यज्य परमहंसपरिव्राजको भूत्वा देहजीवनमात्रेऽपि निर्गतमभावः निर्ममः अत एव शान्तः उपरतः यः संहृतहर्षायासः यतिः ज्ञाननिष्ठः ब्रह्मभूयाय ब्रह्मभवनाय कल्पते समर्थो भवति।